पद्मपुराणं खण्डं 5 पातालखण्डः अध्यायं 48 शेष उवाच इति प्रोक्तं तु मुनिना संश्रुत्य परवीरः विस्मयं मानयामास हृदि शौनकमब्रवीद शत्रुघ्न उवाच कर्मणो गहना वार्ता यया सात्वकनामधृत दिवं प्राप्तोऽपि महदा कर्मणा राक्षसी कृतः स्वामिन्वदमहर्षे त्वं कर्मणां स्वकदिर्यथा येन कर्मविभागेन यादृशं नरकं भवेद् शौनक उवाच धन्योऽसि राघवश्रेष्ठ यत्ते मदिरियं शुभा जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः कथयामि विचित्राणां कर्मणां विविधा गतिः ताशृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् परवित्तं परापत्यं कलत्रं पारकं च यः बलात्कारेण गृह्णादि भोगबुद्ध्या च दुर्मदिः कालपाशेन सम्बद्धो यमदूतैर्महाबलैः तामिश्रे पात्यते तावद्यावद्वर्षसहस्रकं तत्र ताडनमुद्धूता कुर्वन्ति यमकिङ्कराः पापभोगेन सन्तप्तस्तदो योनिं तु शौकरीं तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति रोगादिचिह्निदं तत्र दुर्यशो ज्ञापकं स्वकम् भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम् उष्णादिपापनिरदः सोऽन्धतामिश्रगे पदेद ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा ते रौरवे निपात्यन्ते भिद्यन्ते रुरुभीरुषा यस्वोदरार्थे भूतानां वधमाचरति स्फुटम् महारौरवसंज्ञेदु पात्यते स यमाज्ञया यो वै निजं तु जनकं ब्राह्मणं द्वेष्टिपापकृत कालसूत्रे महादुष्टे योजनायुधविस्तृते यावन्ति पशुरोमाणि गवां द्वेषं करोति यः तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेद् करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः स सूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः पश्चाद्दुष्टासु योनिषु जायते पापमुक्तये ब्राह्मणानां गवां ये दुद्रव्यं वृत्तं तथाल्पकं वृत्तिं वा गृह्णदे मोहाल्लुम्बं दिक्स्वबलान्नराः ते परत्रान्धकूपे च पात्यन्ते च महार्दिदाः योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः न देवायन सुहृदे ददादिरसनापरः स पदत्येव नरके कृमिभोजनसंज्ञिदे अनापदि नरो यस्तु हिरण्यादीन्यपाहरेद ब्रह्मस्वं वा महादुष्टे सं दंशे नरके पदेद यस्वदेहं प्रपुष्णादि नान्यं जानादिमूढधीः सपात्यदे तैलतप्ते कुम्भीपाकेति दारुणे यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेद तं तया किङ्करा सूर्म्या परिरम्भं च कुर्वदे ये बलाद्वेदमर्यादां लुम्बन्ति स्वबलोद्धताः ते वैतरण्यां पतिता मांसशोणितभक्षकाः वृषलद्यं यस्त्रियं कृत्वा तया गार्हस्थ्यमाचरेद पूयो दे निपतत्येव महादुःखसमन्वितः ये दम्भमाश्रयन्ते वै धूर्ता लोकस्य वञ्चने वैश्यस्य नरके मूढाः पतन्ति यमताडिताः ये सवर्णां स्त्रियं मूढा रेधस्वं पाययन्ति च रेधकुल्यासु दे पापा रेधपानेषु तत्पराः ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः सारमेया धने ते वै पात्यन्ते पादकान्विदाः कूढसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः परकीयं तु द्रव्यं यो हरति प्रसभं बली सोवीची नरके पापी अवाग्वक्तः पतत्यधः तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् यो नरो रसनास्वादासुरां पिबति मूढधीः तं पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः यो गुरुनवमन्येदस्वविद्या चारदर्पितः समृद्धः पत्यदे क्षारनरकेथो मुखः पुमान् विश्वासखादं कुर्वन्ति ये नरा धर्मनिष्कृताः शूलप्रोते च नरके पात्यन्ते बहुयातने पिशुनो यो नरान् सर्वानुद्वेजयदि वाक्यतः दन्तशूके च पतितो दन्तशूकैः स दश्यते एवं राजन्ननेके वै नरकाः पापकारिणां पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणां यैर्नश्रुता रामकथानपरोपकृधिकृता तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे अत्र यस्य सुखं स्वर्गे भूयात् तस्य इदीर्यते ये दुःखिनो रोगयुता नरकादाकताश्च ते शेष उवाच एतच्छ्रुत्वा महीपालकम्पमानः क्षणे क्षणे पप्रच्छ भूयस्थं विप्रं सर्वसंशयनुत्तये तत्तत्पापस्य चिह्नानि कथयस्व महामुने केन पापेन किं चिह्नं भूलोके उपजायते इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिं शृणु राजन् प्रवक्ष्यामि चिह्नानि पापकारिणां शौनक उवाच सुरापश्यामदन्तश्च नरकान्ते प्रजायते अभक्ष्य भक्षकारी च जायते गुल्मकोदरः उदक्या वीक्षितं भुक्त्वा जायते कृमिलोदरः स्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धिमान् भवेद् अनिवेद्यसुराधिभ्यो भुञ्जानो जायते नरः उदरे रोगवान् दुःखी महारोगप्रपीडितः परान्न विघ्नकरणादजीर्णमभिजायते मन्दोदराग्निर्भवति सदि द्रव्ये कदन्नदः विशदश्चर्दिरोगी स्यान्मार्गः पादरोगवान् पिशुनो नरकस्यान्ते जायते श्वासकासवान् धूर्तोपस्माररोगी स्याच्चूली च परतापनः दावाग्निदायकश्चैव रक्तादी सारवान् भवेद् सुरालये जले वापि सकृत्क्षेपं करोति यः गुदरोगो भवेत्तस्य पापरूपः सुदारुणः गर्भपादनजा रोगाः क्षयमेघजलोदराः प्रतिमा भङ्गकारी च अप्रतिष्ठश्च जायते दुष्टवादी खण्डितः स्यात् खल्वाढपरनिन्दकः सभायां पक्षपादी च जायते पक्षकादवान् परोक्तहास्यकृत्काणकुनकी विप्रहेमहृद दुन्दीवरी ताम्रचौरकांस्यकृत्पुण्डरीकिकः त्रपुहारी च पुरुषो जायते पिङ्गमूर्धजः शीर्षहारी च पुरुषो जायते शीर्षरोगवान् कृतचौरस्तु पुरुषो जायते नेत्ररोगवान् लोहहारी च पुरुषो बर्बराङ्गः प्रजायते चर्महारी च पुरुषो जायते मेधसावृदः मधुचौरस्तु पुरुषो जायते बस्तिगन्धवान् तैलचौर्येण भवति नरकण्ठ्वादिपीडितः आमान्नहरणाच्चैव दन्तहीनः प्रजायते पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवद मातृगामी च पुरुषो जायते लिङ्गवर्जितः गुरुजायाभिगमनान्मूत्रकृच्छ्रप्रजायते भगिनीं चैव गमने पीदकुष्ठप्रजायते स्वसुदागमने चैव रक्तकुष्ठप्रजायते भ्रातृभार्याभिगमने गुल्मकुष्ठप्रजायते स्वामिगम्यादिगमने जायते दद्रुमण्डलं विश्वस्तभार्यागमने गजचर्माप्रजायते पितृष्वस्रभिगमने दक्षिणाङ्गे व्रणीभवेद मातुलान्यास्तु गमने वामाङ्गे व्रणवान् भवेद पितृव्यपत्नीगमने कट्टौ कुष्ठप्रजायते मित्रभार्याभिगमने मृदभार्याः प्रजायते स्वगोत्रस्त्रीप्रसङ्गेन जायते ज भगन्धरः तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकाव्रणी दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् स्वजातिजायागमने जायते हृदयव्रणी जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी पशुयोनौ च गमनान्मूत्रखादः प्रजायते ये ते दोषा नराणां स्युर्नरकान्ते न संशयः स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमाद एवं राजन् हि चिह्नानि कीर्तितानि सुपापिनां दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् सर्वेषामेव पापानां हरिकीर्तिधुनीनृणां क्षालयेत् पापिनां पाङ्कं नात्र कार्या विचारणा यो नावमन्येद हरिं तस्य यागाविधिश्रुताः तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् हसदे कीर्त्यमानं यश्चरितं ज्ञानदुर्लभः न तस्य नरकान्मुक्तिकल्पान्तेऽपि भविष्यति या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह श्रावयश्रीश्चरितं यदो वाहगतिर्भवेद् शेष उवाच इति श्रुत्वा प्रहृष्टोऽभूच्चत्रुघ्नपरवीरः प्रणम्यतं परिक्रम्य ययौ सेवकै संयुधः तत्र गत्वा स हनुमान् हयवर्यस्य पार्श्वतः उवाच रामचरितं महादुर्गदिनाशकम् या हि देवविमानं स्वं रामकीर्तनपुण्यतः स्वैरं चरस्वलोके त्वं मुक्तो भव कुयोनिदः इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः तावद्ददर्श विमलं देवं वैमानिकं वरं स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः यामि स्वं भवनं राजन्नाज्ञापय महामदे इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः तदो वाहो विनिर्मुक्तो गात्रस्तम्भाच्च भूतलाद ययौ तद्विपिनं सर्वं भ्रमन् पक्षिसमाकुलम् इति श्रीपद्मपुराणे पादालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे हयनिर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ॐ